मम नाम स्वरूपः, भवतः नाम किम्? मम नाम जयमारुति रामः. जयमारुति रामः, भवतः नाम किम्? मम नाम मुरली. मुरली, हा. भवतः नाम किम्? मम नाम मनीषः. मनीषः, मनीषः, भवतः नाम किम्? मम नाम सुब्रह्मण्य. सुब्रह्मण्यः, हा. भवत्याः नाम किम्? मम नाम हर्षः. हर्ष, भवत्याः नाम किम्? मम नाम पार्वती. पार्वती, भवत्याः नाम किम्? मम नाम शशिप्रिया. भवत्याः नाम किम्? मम नाम विनीता. हा, पृच्छतु. भवत्याः नाम किम्? मम नाम लक्ष्मीः. लक्ष्मीः, भवतः नाम किम्? मम नाम फुल् सेण्टेन्स् मम नाम राघवः. राघवेन्द्र. राघवेन्द्रः. राघवेन्द्र. राघवेन्द्रः, भवतः नाम किम्? मम नाम पार्थः. पार्थः, हा, स्मरणम् अस्ति. तस्याः नाम किम्? तस्याः नाम लावण्या. तस्याः नाम लावण्या. अस्तु, तस्याः नाम किम्? तस्याः नाम हर्ष. तस्य नाम किम्? तस्य नाम जयमारुति रामः. तस्य नाम किम्? तस्य नाम मुरळी. तस्य नाम किम्? तस्य नाम सुब्रह्मण्य. समीचीनमस्ति. तस्याः नाम किम्? तस्य नाम शशिप्रिया. शशिप्रिया, भवती तं पृच्छतु, तस्याः नाम किम्? अत्र अत्र मनीषमहोदय, भवती मनीषमहोदयं पृच्छतु, तस्याः नाम किम्? तस्याः नाम किम्? तस्याः नाम किम्? तस्याः नाम विनीता. अस्ति, समीचीनमस्ति. तं पृच्छतु, तस्य नाम किम्? तस्य नाम किम्? एतस्य नाम किम्? एतस्य नाम मुरली. क्षम्यताम्, यत्र समीपमस्ति तत्र एतस्य, दूरमस्ति चेत् तस्य, समीपे एतस्य, खलु? हा, मुरलीमहोदय गच्छतु. मुरलीमहोदयः किं करोति? मुरलीमहोदयः, हा, आगच्छतु. मुरलीमहोदय किं करोति? आगच्छतु. स्वागतं महोदय. भवतः नाम किं? भवतः? मम नाम नटेशः. नटेशमहोदय, नटेशमहोदय किं करोति? वाक्यं वदतु, आगच्छति. नटेशमहोदयः आगच्छति. पुनः वदतु. यत्र सम्बोधनमस्ति, आह्वानं, यत्र सम्बोधनमस्ति तत्र हे नटेश, नटेश, किन्तु नटेशः गच्छति, नटेशः लिखति, आगच्छति, लिखति, यत्किमपि सम्बोधनं. मनीषा, राम आगच्छति. नटेश, नटेशमहोदय, भवान् तस्य नाम पृच्छतु. भवान् भवतः भवतः नाम किम्? मम नाम विश्वनाथः. विश्वनाथः, हा. भवान् तं पृच्छतु, तस्य नाम किम्? महोदय, तस्य नाम किम्? भवान् नाम किं? भवतः. भवतः नाम किम्? मम नाम नटेशः. तस्य नाम भवान्? ओ, तस्य नाम नटेशः. नटेशः, नटेशः, हा, समीचीनं. तस्य नाम नटेशः, समीचीनमस्ति. समीपे अस्ति चेत् एतस्य, दूरमस्ति चेत् तस्य. तर्हि नटेशः गच्छति, नटेशः आगच्छति, नटेशः किं करोति? लिखति, पठति, हा, समीचीनम्. नटेशः वाक्यं वदतु. पिबति, एतत् सर्वम् अस्ति. अस्तु, बालकः खादति, बालकाः खादन्ति. पुरुषः लिखति, पुरुषाः लिखन्ति. महिला लिखति महिलाः लिखन्ति लिखन्ति अस्तु बालकः उपविशति बालकाः उपविशन्ति बालिका उत्तिष्ठति बालिकाः उत्तिष्ठन्ति उत्तिष्ठन्ति उत्तिष्ठन्ति अस्तु एकवचनं बहुवचनम् इति वयं जानीमः समीचीनम् अधुना कति चमसाः सन्ति कति भवती जना जानाति भवती वदतु कति चमसाः सन्ति षट् चमसाः सन्ति षट् चमसाः सन्ति सन्ति कति कति कति समीचीनम् अधुना कति कुञ्चिकाः सन्ति कति कुञ्चिकाः सन्ति एकं द्वे त्रीणि चत्वारि पञ्च पञ्च पञ्च वाक्यं वदतु पञ्च पञ्च कुञ्चिकाः कुञ्चिकाः पञ्च कुञ्चिकाः कुञ्चिका कुञ्चिकाः बहुवचनं अस्ति सन्ति चमसः चमसः अस्ति चमसः नास्ति चमसः अस्ति चमसः वदतु चमसः अस्ति नास्ति चमसः नास्ति चमसः अस्ति चमसाः सन्ति चमसः सन्ति चमसाः नास्ति न सन्ति न न न इति न न सन्ति न सन्ति न अस्ति नास्ति न प्लस् अस्ति नास्ति न प्लस् सन्ति न सन्ति न इति न सन्ति फेनकानि करवस्त्रं करवस्त्राणि कङ्कतं कङ्कतानि पर्णं पर्णानि पुष्पं पुष्पाणि पुस्तकं पुस्तकानि पुस्तकं पुस्तकानि पुस्तकानि बहुवचने कागदं चमसः चषकः दर्पणः करदीपः करदीपः करदीपाः माला नापिका छुरिका अस्तु घटी घट्यः घट्यः तत्र स्त्रीलिङ्गशब्दद्वयमस्ति माला आ अन्ते आ माला क्षम्यता माला छुरिका माला माला कुञ्चिका छुरिका एतत् सर्वमस्ति अनन्तरम् अङ्कनी अङ्कनी एकवचने अङ्कनी लेखनी तत्र स्त्रीलिङ्गे शब्दद्वयम् पुल्लिङ्गे एकप्रकारः चमसः चषकः चषकः चमसः दर्पणः आगच्छतु तत्र अह पुलिङ्गे अह चमसः चषकः करदीपः नपुंसकलिङ्गे अम् करवस्त्रं फेनकं कङ्कतं नपुंसकलिङ्गे स्त्रीलिङ्गे शब्दस्य प्रकारद्वयमस्ति कूपी परन्तु माला ई आ अस्तु तर्हि एषा का सा कर्तरी एषा का एषा का एषा का एषः कः सः एषः सः एषः सः अत्र अस्ति पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे एषः अत्र एषः कः सः चषकः एषः कः सः करदीपः एषः कः एषा का एषा का एतत् किं तत् करवस्त्रं तत् करवस्त्रम् एतत् किं तत् फेनकम् एतत् किम् अस्तु समीचीनम् अधुना चमसः एषः कः एते के ते चमसाः ते एकवचने बहुवचने एकवचने बहुवचने एकवचने बहुवचने एकवचने दूरे समीपे दूरे दूरे समीपे दूरे दूरे एकवचने दूरे बहुवचने समीपे एकवचने समीपे समीपे बहुवचने तर्हि एषः कः सः चमसः एते के ते चमसा एषः कः एते के पञ्च कल्पनां करोतु अस्तु समीचीनम् एतत् किम् एतानि कानि तानि फेनकानि अस्तु एतत् किम् एतानि कानि एते के अस्तु समीचीनम् इति पुनस्मरणं क्रियापदस्य करपत्रम् अहं दत्तवान् खलु क्रियापदस्य तर्हि बालकः गच्छति बालकाः बालकः पठति बालकाः बालकः पतति बहुवचनरूपं वदतु पुरुषः पतति महिला क्रीडति महिलाः क्रीडन्ति महिलाः क्रीडन्ति शिक्षकः वदति पुरुषः पिबति पुरुषः पिबति अस्तु तर्हि मित्रं लिखति नपुंसकलिङ्गशब्दः नपुंसकलिङ्गशब्दः मित्राणि मित्रं लिखति अस्तु पुरुषः नयति शिक्षकः पश्यति परीक्षा भवति परीक्षा माला कुञ्चिका परीक्षा परीक्षाः परीक्षाः परीक्षा भवति अस्तु मित्रं मिलति अस्तु सज्जनः त्यजति वदन्तु सर्वे सज्जनः त्यजति बालकः खादति अस्तु किञ्चित् किं सज्जनः त्यजतु त्यजति त्यजतु त्यजतु इति आदेशः प्रार्थना ओके समीचीनं सम्यक् रविः खलु अस्तु तर्हि बालकः प्रेषयति महिला प्रक्षालयति बालकः उत्तिष्ठति बालकः उपविशति बालकः स्थापयति एकवारं बालकः स्थापयति लिखितुं शक्नोति वा लिखति बालकः स्थापयति बालकः लिखति इति बालकः लिखति तर्हि छात्रः स्मरति छात्राः अस्तु समीचीनमस्ति तावदेव तर्हि वयं धन्यवादः वयं दृष्टवन्तः गते सप्ताहे वयं दृष्टवन्तः एकवचने बहुवचने यत्र ति अत्र लिखति अत्र ति तत्र पूर्वं लिख अत्र अकारः अस्ति ख खादति खादति लिखति प्रक्षालयति प्रेषयति अ अ अ ति पूर्वम् अ यत्र लिखति खादति स्थापयति तत्र बहुवचने सरलमस्ति लिखन्ति खादन्ति गच्छन्ति पश्यन्ति केवलं न ति पूर्वं न लिखन्ति किन्तु परन्तु यत्र करोति कुर्वन्ति कुर्वन्ति अत्र 4.4 पुस्तके विशेषानि क्रियपदानि विशेषक्रियपदानि तत्र किञ्चित् भिन्नमस्ति किञ्चित् भिन्नमस्ति करोति तत्र कुर्वन्ति करोति शृणोति शक्नोति अनन्तरं जानाति जानन्ति जानन्ति तत्र क्रियापदानां तत्र परिवाराः समूहाः सन्ति समूहाः सन्ति तत्र प्रमुखसमूहः लिखति खादति गच्छति स्थापयति इति प्रमुखसमूहः अनन्तरं लघुसमूहः करोति तत्र ओ करोति शृणोति शक्नोति इति लघुपरिवारः बहूनि क्रियपदानि न सन्ति तत्र न सन्ति लघुसमूहः अनन्तरं जानाति आ ति पूर्वम् आ तत्र क्रीणाति गृह्णाति ग्रहणं ग्रहणं गृह्णाति क्रीणाति क्रयणं धनं धनं दद्मः क्रीणाति बालकः पुस्तकं क्रीणाति कुत्र आपणे आपणः आपणः आपणः आपणे बालकः पुस्तकं क्रीणाति इति अस्ति तर्हि लिखति इत्यस्य बहुवचनं लिखति वदति पुरुषः नयति वाक्यं पुरुषाः महिला गच्छति गच्छन्ति परन्तु महिला करोति महिलाः कुर्वन्ति बालकः शृणोति बालिका शक्नोति शिक्षकः जानाति अस्तु बालकः क्रीणाति क्रीणन्ति जानाति जानन्ति क्रीणाति क्रीणन्ति गृह्णाति बालकः गृह्णाति बालकाः गृह्णन्ति अवगच्छति वा तर्हि अपि च तत्र ददाति दानं दाति इति लघुसमूहः लघुसमूहः ददाति ददति ददाति बालकः ददाति ददति अस्तु एषः कः एते के ते चमसाः अत्र वाक्यं वदामः सः चमसः अस्ति चमसः अस्ति एते के सन्ति एतत् किमस्ति तत् फेनकम् एतानि कानि सन्ति अस्तु एषा का अस्ति लेखनी अथवा लेखनी सा लेखनी अथवा सा लेखनी अस्ति अस्ति इति अस्य आवश्यकता अत्र नास्ति आवश्यकता नास्ति अस्तु एताः काः लेखनी लेखनी लेखन्यः लेखन्यः सन्ति सन्ति बहुवचनरूपं वदन्तु देवः देवाः स्यूतः विडालः विडालाः सूर्यः छुरिका छुरिकाः माला बालिका वनम् फेनकम् सस्यम् सोपानम् अधुना नदी नद्यः अङ्कनी कर्तरी द्रोणी जननी जनन्यः अस्तु समीचीनम् अधुना एकं द्वे त्रीणि चत्वारि पञ्च कति कति लेखन्यः सन्ति पञ्च समीचीनम् एकं कति चमसाः सन्ति अस्तु सप्ताहे कति दिनानि सन्ति सप्तदिनानि सन्ति मासे कति सप्ताहः सन्ति अस्तु चत्वारः सप्ताहः सन्ति मासे कति दिनानि सन्ति त्रिंशत् अस्तु दशपर्यन्तं गणनं कुर्मः एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश दश द्वादश जानन्ति वा अस्तु एकवारम् अहं वदामि अनन्तरम् अनुवदन्तु त्रयोदश चतुर्दश न त्रयोदश त्रयोदश एकवारं त्रयोदश चतुर्दश पञ्चदश षोडश षोडश कृष्णश षोडश सप्तदश अष्टादश नवदश विंशतिः अनन्तरं त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्टिः सप्ततिः अशीतिः नवतिः शतम् तर्हि मासे कति दिनानि सन्ति त्रिंशत् त्रिंशत् दिनानि सन्ति प्रथमं दिनं नास्ति चिन्तनं केवलं परिचयः अद्य केवलं परिचयः एकविंशतिः तत्र चिन्ता नास्ति इदानीं विंशतिः तर्हि मासे कति दिनानि सन्ति वर्षे कति मासाः सन्ति सन्ति समीचीनमस्ति अस्तु इति कति कति कोऽपि पृच्छतु कति प्रश्नं करोतु कति कति हस्ते कति अङ्गुल्यः सन्ति हस्ते दश नूतनसमाचारः अस्तु तर्हि तत्र हस्ताभ्यां इति न तत्र हस्तयोः तत्र हस्ताभ्याम् इति प्रश्नं करोतु कति कति पुस्तकानि सन्ति कृष्णफलकानि अस्ति पुनः वदतु सन्ति सन्ति हा पुनः वाक्यं वदतु कति प्रश्नफलकानि सन्ति उत्तरं किं त्रीणि चत्वारि अस्तु अस्तु चत्वारि कृष्णफेनकानि सन्ति कृष्णफलकं कृष्णफलकानि सन्ति चत्वारि कृष्णफलकानि सन्ति कृष्णफलकं कृष्णफलकानि अहम् उक्तवान् गते सप्ताहे तत्र पुनः वाक्यं वदतु कति कृष्णफल फल इति न फल फल कृष्णफलकानि सन्ति अस्तु समीचीनम् इति कति इति कति अन्यत् अन्यप्रश्नः कोऽपि पृच्छति अन्यप्रश्नः कति कति आसन्दाः सन्ति हा अस्तु उत्तरं किं विंशति आसन्दाः सन्ति अनन्तरं कति मनुष्याः सन्ति कति मनुष्याः सन्ति अनेके मनुष्याः सन्ति कति एकं द्वारमस्ति कति महिलाः सन्ति विद्युद्दीपाः सन्ति कति वातायनानि वातायनं वातस्ति आयनं वातायनं कति वातायनानि सन्ति अस्तु समीचीनम् अस्तु इति अस्ति कति अधुना अग्रे वयं किं कृतवन्तः कुत्र कुत्र चमसः चषकः चमसः चषकः चमसः चषके अस्ति चषकः अस्ति चमसः चषके अस्ति चषकः चषके चमसः चषके अस्ति आसन्दः चमसः आसन्दे अस्ति स्यूतः स्यूते अस्ति स्यूते अस्ति स्यूतः पुस्तकं चमसः कुत्र अस्ति उपरि अपि अन्तः अपि समानं पुस्तकं चमसः पुस्तके अस्ति स्यूतः चमसः कुत्र अस्ति पुस्तकं चमसः कुत्र अस्ति समानमस्ति यत्र आधारः अत्र पुस्तकम् आधारः स्यूतः आधारः उपरि अन्ते समानम् अस्तु अत्र अग्रे अहं वदामि इदानीं सरलव्यवस्था नाम पुस्तकं कुत्र अस्ति आसन्दे अस्ति आसन्दे आसन्दस्य उपरि किन्तु आसन्दे अस्ति आसन्दे अस्ति सङ्गणकं कुत्र अस्ति आसन्दे अस्ति कागदं माला कुत्र अस्ति फेनकं दर्पणः कुत्र अस्ति एन के अस्ति अस्तु तर्हि तर्हि स्यूतः स्यूते चन्द्रः बिडालः सूर्यः प्रकाशः कुत्र अस्ति सूर्ये अस्ति अजः अजे अश्वः वनं भवनं गृहं सस्यं अधुना मापिका दन्तकूर्चः जन्तुकूर्चः मापिकायाम् अस्ति स्त्रीलिङ्गे मापिका अस्ति मापिकायाम् दन्तकूर्चः कुत्र अस्ति मापिकायाम् अस्ति अस्तु छुरिका घटी घटी कुत्र अस्ति अस्तु चमसः कुञ्चिका चमसः कुत्र अस्ति कुञ्चिकायाम् अस्ति कुञ्चिकायाम् अस्ति अस्तु नाम पत्रिका वार्ता कुत्र अस्ति वार्ता पत्रिकायाम् अस्ति मापिका मापिकायां कुञ्चिका छुरिका गोशाला पुस्तिका अध्यापिका सञ्चिका सञ्चिका अत्र सञ्चिका अस्ति सञ्चिका तर्हि अत्र कङ्कतं कङ्कतं कुत्र अस्ति कङ्कतं क्षम्यतां पेटिका सञ्चिका इति भिन्नं अत्र अयं सञ्चिका अत्र सञ्चिका अत्र पेटिका पेटिकायां सञ्चिकायां स्थालिका लता परन्तु अत्र जलं कूप्यां कूप्यां लता लतायां कूपी कूप्यां कूप्यां अस्तु तर्हि चमसः कर्तरी चमसः कुत्र अस्ति कर्तर्याम् अस्ति कर्तर्याम् कूपी कूप्यां कर्तरी घटी समीचीनमस्ति लेखनी द्रोणी जननी घटी भगिनी चालनी सूची अस्तु इति कुत्र अस्तु सर्वे एकवारं नाम प्रश्नं पृच्छन्तु कुत्र नाम लेखनी कुत्र अस्ति जलं कुत्र अस्ति समीचीनमस्ति अन्यप्रश्नः छात्राः छात्राः इति विद्यार्थी You want to say vidyarthi, I want you to say vidyarthi, chatraha. अत्र विद्यार्थी भिन्नशब्दः विद्यार्थिनः विद्यार्थिनः कुत्र सन्ति विद्यार्थिनः कुत्र सन्ति कक्षायै कक्षा कक्षायां प्रकोष्ठः प्रकोष्ठे कक्षा प्रकोष्ठः प्रकोष्ठे इति अस्ति अन्यप्रश्नः कुत्र कागदं कागदं कुत्र अस्ति अन्यप्रश्नः कुत्र वैद्यः अस्तु वैद्यः कुत्र उत्तरं किं वैद्यः कुत्र अस्ति वैद्यालये अस्ति पुष्पं कुत्र अस्ति कुत्र अस्ति वा अस्तु पुष्पं कुत्र अस्ति पुष्पं केशे अस्ति अन्यप्रश्नः स्यूतः कुत्र अस्ति स्यूतः स्यूतः कुत्र अस्ति भूतलं भूतलम् इति वदामः भूतलं भूतले अस्ति भूतले अस्ति अस्तु समीचीनम् अधुना अत्र कुत्र यत्र कुत्र इति प्रश्नः तत्र आसन्दे पुस्तके कूप्यां कुञ्चिकायाम् इति अधुना समयः तत्र अपि एतादृश कार्यं भवति उदाहरणार्थं पुस्तकं पुस्तके आसन्दः आसन्दे अधुना कः समयः पञ्चवादनम् एकवादनं द्विवादनं सप्तवादनं किन्तु कदा विश्वविद्यालयं गच्छति अहं सप्तवादने विश्वविद्यालयं गच्छामि सप्तवादने प्रश्नः अस्ति कदा तर्हि एकवादने त्रिवादने पञ्चवादने अस्तु शुभानि महोदय भवान् कदा उत्तिष्ठति प्रतिदिनम् उत्तिष्ठामि अहं सप्तवादने उत्तिष्ठामि गच्छामि लिखामि खादामि भवान् प्रतिदिनं प्रातःकाले कदा खादति प्रतिदिनं प्रातःकाले सप्तवादने खादामि बालकः खादति अहं बालकः खादति बालकाः अहं वयं खादामः अहं खादामि वयं खादामः अहं मनुष्यः वयं मनुष्याः भवती महिला भवान् पुरुषः भवन्तः पुरुषाः भवती महिला भवत्यः महिलाः अहं पुरुषः अहं मनुष्यः वयं सर्वे मनुष्याः वयं तर्हि बालकः गच्छति बालकाः अहं गच्छामि वयं गच्छामः हा तर्हि अभिनव महोदय भवान् कदा पठति अहं प्रतिदिनं नववादने पठामि पठामि समीचीनं रवि महोदय भवान् कदा निद्रां करोति अहं गृहे अहं गृहे निद्रां करोमि कदा कदा सप्तवादने अष्टवादने दशवादने गृहे इति कुत्र कुत्र कुत्र गृहे अथवा मार्गे कदा इति समयः अहं रात्रिवेलायां रात्रिवेलायां अष्टवादने नववादने दशवादने एकादशवादने अष्टवादने अष्टवादने निद्रां करोमि करोमि बालकः करोति अहं करोमि भवती कदा कार्यं करोति अहं नववादने कार्यं करोमि समीचीनमस्ति मनीष महोदय भवान् कदा कार्यालयं गच्छति अहम् अष्टवादने कार्यालयं गच्छामि समीचीनमस्ति मुरली महोदय भवान् सायंकाले कदा प्रत्यागच्छति अहं सायंकाले पञ्चवादने प्रत्यागच्छामि नटेशमहोदय भवान् कदा प्रतिदिनं चिकित्सालयं गच्छति नववादने चिकित्सालयं गच्छामि लक्ष्मी भगिनी भवती कदा भोजनस्य निर्माणं करोति अहं सप्तवादने भोजनस्य निर्माणं करोमि समीचीनमस्ति विनीता भगिनी किं भवती कदा प्रतिदिनम् उत्तिष्ठति अहं प्रतिदिनं प्रतिदिनं प्रतिदिनं षड्वादने षड्वादने उत्तिष्ठति उत्तिष्ठामि पुनः वदतु अहं प्रतिदिनं षड्वादने उत्तिष्ठामि उत्तिष्ठामि समीचीनमस्ति गौरीबाई भवती कदा आसनानि करोति आसनं योगासनानि भवती अहं चतुर्वादने चतुर्वादने योगासनं करोमि समीचीनं पुनः वदतु अहं चतुर्वादने योगासनं करोमि समीचीनमस्ति समीचीनम् एकवादनम् एकवादने द्विवादनं नाम इदानीं कः समयः इदानीं त्रिवादनम् अधुना त्रिवादनं परन्तु अहं त्रिवादने गच्छामि कः समयः त्रिवादनम् कदा गच्छति त्रिवादने यदा कदा अस्तु महोदय भवान् कदा प्रतिदिनं गच्छति अहं प्रतिदिनं नववादनं गच्छति समीचीनं सा तु निपुणा जाता एकस्मिन् दिने समीचीनम् इति कदा पुत्र इत्यस्य अभ्यासः कुत्र मम पिता मम पिता कार्यालय कार्यं करोति किन्तु कार्यालयः कार्यालयः अस्ति किन्तु मम पिता कार्यालये कार्यं करोति कार्यालये विश्वनाथ महोदय द्वितीयं करोतु मम पिता वित्तकोशः वित्तकोशे कार्यं करोति समीचीनमस्ति मनीषमहोदय अग्रे मम पिता यन्त्रागारे कार्यं करोति अवगतं वा अवगच्छति यन्त्रागारम् अस्तु महोदय अग्रे मम सहोदर दूरवाणी विनिमय केन्द्रे मम सहोदरः अथवा समीचीनमस्ति सुब्रह्मण्य महोदय अग्रे मम सहोदरः स्वायत्तसंस्थायां कार्यं करोति तत्र स्त्रीलिङ्गशब्दः अस्ति स्वायत्तसंस्था तत्र प्रश्नः अस्ति वा अर्थः कदा कदा इति अवगच्छति खलु कदा कदा उत्तिष्ठति कदा विद्यालयं गच्छति कदा सूर्योदयः कदा भवति मतभेदः जातः कदा भवति सूर्योदयः अस्तु निश्चित समय नास्ति अस्तु भवती भवती कदा क्रीडति प्रतिदिनं क्रीडति खलु प्रतिदिनम् अहं प्रतिदिनमहं चतुर्वादने क्रीडति चतुर्वादने क्रीडामि क्रीडामि अस्तु भवान् कदा पठति अहं सप्तवादने पठामि समीचीनमस्ति अग्रे पुस्तकं नास्ति वा सीता सायङ्काले नृत्याभ्यासं करोति अहम् उत्तरं वदामि तस्य प्रश्नः कः इति सीता सायङ्काले नृत्याभ्यासं करोति सीता कदा नृत्याभ्यासं करोति समीचीनमस्ति अस्तु मुरलीमहोदय द्वितीयं पठतु वेङ्कटेशः षड्वादने योगासनं करोति तस्य प्रश्नः कः वेङ्कटेशः कदा योगासनं करोति समीचीनं सीत् समीचीनमस्ति अस्तु भगिनी अग्रिमं करोतु माता दशवादने पाकं करोति प्रश्नः कः माता कदा पाकं करोतु करोति करोति समीचीनमस्ति अस्तु लक्ष्मी भगिनी अग्रे सा प्रातःकाले पूजां करोति समीचीनं वृन्दा भगिनी अग्रे अहं मध्याह्ने भोजनं करोमि अहं कदा भोजनं करोमि समीचीनम् इति अभ्यासः अस्तु विषयः स्पष्टः स्यात् अस्तु अग्रे अधुना दिनानि इति अस्तु प्रथमतया दिनानि एकवारम् अनुवदन्तु रविवासरः सोमवासरः मङ्गलवासरः बुधवासरः गुरुवासरः शुक्रवासरः शनिवासरः अद्य कः वासरः अद्य शनिवासरः अद्य शनिवासरः श्वः नाम श्वः श्वः कः वासरः श्वः श्वः रविवासरः भ्रमः जातः श्वः रविवासरः ह्यः कः वासरः शुक्रवासरः अस्तु अद्य मङ्गलवासरः अद्य मङ्गलवासरः श्वः कः वासरः ह्यः कः वासरः सोमवासरः अस्तु मङ्गलवासरः अद्य शनिवासरः श्वः रविवासरः परश्वः सोमवासरः परपरश्वः मङ्गलवासरः अद्य श्वः परश्वः प्रपरश्वः अद्य श्वः परश्वः प्रपरश्वः अस्तु अनन्तरम् अद्य ह्यः परह्यः प्रपरह्यः अस्तु अनुवदन्तु अद्य ह्यः परह्यः प्रपरह्यः अस्तु तर्हि अद्य शनिवासरः परश्वः कः वासरः परश्वः सोमवासरः सोमवासरः अद्य शनिवासरः ह्यः कः यः शुक्रवासरः अद्य शनिवासरः यः शुक्रवासरः शुक्रवासरः समीचीनम् परह्यः कः वासरः नटेश महोदय नवगतं वा अस्तु किन्तु दिनानि जानाति वा रविवासरः सोमवासरः मङ्गलवासरः बुधवासरः गुरु शुक्र शनि इति वासरः तर्हि अद्य शनिवासरः श्वः रविवासरः ह्यः शुक्रवासरः अद्य श्वः ह्यः अनन्तरं श्वः रविवासरः सोमवासरः परश्वः परश्वः अनन्तरं मङ्गलवासरः तत् लिखितमस्ति प्रपरश्वः अद्य श्वः परश्वः प्रपरश्वः अनन्तरम् अद्य ह्यः कः वासरः शुक्रवासरः परह्यः कः वासरः गुरुवासरः प्रपरह्यः बुधवासरः अस्तु अधुना अद्य मङ्गलवासरः परश्वः कः वासरः परश्वः गुरुवासरः अद्य अहं किं वदामि अहं किं मङ्गलवासरः समीचीनम् अस्तु मङ्गलवासरः समीचीनम् अस्तु अद्य मङ्गलवासरः परह्यः कः वासरः परीक्षा भविष्यति नाम अद्य नावगच्छति वा अद्य शनिवासरः अद्य शनिवासरः श्वः रविवासरः श्वः सोमवासरः परश्वः मङ्गलवासरः प्रपरश्वः श्वः परश्वः प्रपरश्वः ह्यः परह्यः प्रपरह्यः तर्हि अद्य शनिवासरः ह्यः कः वासरः ह्यः अद्य शनिवासरः ह्यः कः वासरः शुक्रवासरः सत्यं वा सत्यं खलु अस्तु परह्यः कः वासरः परश्वः परह्यः गुरुवासरः प्रपरह्यः बुधवासरः हा अस्तु विनीता भगिनी परश्वः कः वासरः अद्य शनिवासरः परश्वः कः वासरः परश्वः अद्य शनिवासरः श्वः सोमवासरः सोमवार इति न सोमवासरः सोमवासरः प्रपर श्वः इति कः मङ्गलवासरः समीचीनमस्ति वा हा अस्तु अधुना भवान् तं पृच्छतु एतादृशप्रश्नः अद्य अद्य शनिवासरः प्रह्यः पर परह्यः कः वासरः परह्यः गुरुवासरः समीचीनं पृच्छतु अद्य बुधवासरः परश्वः कः वासरः परश्वः शुक्रवासरः पृच्छतु अद्य रविवासरः अद्य रविवासरः शुक्रवारः शुक्रवासरः शुक्रवासरः पृच्छतु अद्य शनिवासरः ह्यः श्वः एकवारं वदामः श्वः श्वः श्वः श्वः ह्यः ह्यः ह्यः वदतु प्रपरश्यः शिवाङ्ग महोदय वदतु श्वः श्वः ह्यः श्वः अधः मया लिखितमस्ति ह्यः श्वः श्वः ह्यः ह्यः ह्यः श्वः ह्यः ह्य हमेय ह्यः ह्यः ह्यः ह्यः विसर्गः अपि अस्ति ह्यः ह्यः पृच्छतु अद्य शनिवासरः परश्वः कः वासरः मङ्गलवासरः समीचीनमस्ति पृच्छतु अद्य शनिवासरः गुरुवासरः रविवासरः अस्ति शनिवासरः अस्तु गुरुवासरः अस्तु पृच्छतु मनीषमहोदयं पृच्छतु अस्तु विश्वनाथमहोदयं पृच्छतु अद्य मङ्गलवासरे वासरः वासरः परह्यः कः वासरः शुक्रवासरः पुनः वदतु अद्य मङ्गलवासरः मङ्गलवासरः मङ्गलवासरः परह्यः कः वासरः परह्यः रविवासरः अथवा भानुवासरः अस्तु मुरलीमहोदयं पृच्छतु अद्य शनिवासरः अद्य शनिवासरः श्वः रविवासरः अद्य रविवासरः अद्य शनिवासरः शनिवासरः श्वः वाट् इस् टुमारो अद्य शनिवासरः अद्य श्वः कः वासरः श्वः सोमः अद्य शनिवासरः परमात्मकविषयः कः दिनानि जानाति वा दिनानि तर्हि श्वः ह्यः इति अस्मिन् ब्रह्मः अस्ति अस्तु एकवारं पृच्छतु मुरलीमहोदय पृच्छतु भगिनि भानुवासरः ह्यः श्वः श्वः कः वासरः कः वासरः पुनः वदतु अद्य शनिवासरः शनिवासरः श्वः श्वः कः वासरः कः वासरः श्वः रविवासरः अद्य सोमवासरः सोमवासरः परश्वः कः वासरः अद्य सोमवार सोमवासरः सोमवासरः परश्वः परश्वः परश्वः बुधवासरः पृच्छतु अद्य शनिवासरः ह्यः कः वासरः पृच्छतु अद्य शुक्रवासरः गुरुवासरः पृच्छतु अद्य बुधवासरः प्रपरः कः वासरः सोमवासरः प्रपरश्वः समीचीनमस्ति पृच्छतु अद्य रविवासरः परश्वः प्रपरश्वः कः वासरः अद्य रविवासरः समीचीनमस्ति अस्तु विषयः अवगतः अग्रे गच्छेम अग्रे गच्छामः सर्वेषां निपुणता अस्तु समीचीनम् अग्रे गच्छेम अधुना अत्र सम्बोधनं वयं कथं सम्बोधनं कुर्मः नाम प्रातःकाले यदा मेलनं भवति प्रातःकाले तदा वयं किं वदामः प्रातःकाले सुप्रभातम् सुप्रभातम् वदामः सुप्रभातम् दिने नमस्कारः अथवा नमो नमः सायंकाले शुभरात्रिः शुभरात्रिः अनन्तरं दूरवाण्या हरि ओम् हेलो इति न हरि ओम् हरि ओम् अस्तु अत्र सम्भाषणमस्ति अत्र सुब्रह्मण्य महोदय कृपया पठतु अपि च मनीष महोदय अत्र तत्र 6.1 सम्भाषणमस्ति हरि ओम् सुप्रभातम् नमस्ते श्रीमन् स्वागतम् आगच्छतु उपविशतु धन्यवादः सर्वं कुशलं वा भवान् एतत् पुस्तकं स्वीकरोतु कथम् अस्ति एतत् पुस्तकम् पठतु अस्तु अनन्तरं पठामि अहं गच्छामि तिष्ठतु पानीयं स्वीकरोतु क्षम्यतां मास्तु किञ्चित् स्वीकरोतु अस्तु धन्यवादः शर्करा अधिका अस्ति किल चिंता मास्तु अहम् आगच्छामि नमस्कार नमस्कारः स्वीकारः इति सम्भाषणमस्ति तत्र सम्बोधनमस्ति कथं वयं सम्बोधनं कुर्मः इति लिखितमस्ति तत्र हरिः ओम् दूरवाण्या वयं वदामः हरि ओम् अथवा हरिः ओम् अनन्तरं प्रातःकाले सुप्रभातं स्वागतं यत्र कोऽपि यत्र कोऽपि धन्यवादः वदति तत्र स्वागतम् इति सामान्यमस्ति अनन्तरं क्षम्यतां नमस्कारः चिन्ता मास्तु सर्वम् अवगच्छन्ति अवगच्छन्ति अस्तु किञ्चित् समयः अस्ति अत्र अस्तु अनन्तरं चमसः अस्ति चमसः अस्ति अहं चमसं स्वीकरोमि चमसः अस्ति चमसः अस्ति अहं चमसं स्वीकरोमि दन्तकूर्चः अस्ति अहं दन्तकूर्चं स्वीकरोमि चमसः चषकः अस्ति अहं चषकं स्वीकरोमि अस्तु करदीपः अस्ति अहं करदीपं स्वीकरोमि अनन्तरं करदीपः अस्ति अहं करदीपं स्थापयामि अहं चषकं स्थापयामि अहं चमसं स्थापयामि अहं दन्तकूर्चं स्थापयामि पुनः अहं चमसं ददामि चमसः अस्ति अहं चमसं ददामि भवती किं वदति अहं चमसं स्वीकरोतु दन्तकूर्चः अस्ति अहं दन्तकूर्चं ददामि अहं दन्तकूर्चं स्वीकरोमि समीचीनमस्ति अहं चषकं ददामि अहं चषकं स्वीकरोमि समीचीनमस्ति अहं करदीपं ददामि अहं करदीपं स्वीकरोमि समीचीनमस्ति इदानीं अथवा अहं वदामि अस्तु तावत् इदानीं ददातु तत्र ददातु वदतु अहं चमसं ददामि पुनः ददातु अस्तु अस्तु अधुना तर्हि किमस्ति अत्र दन्तकूर्चः दन्तकूर्चं चमसः अस्तु समीचीनमस्ति इदानीं कङ्कतमेव तत्र परिवर्तनं नास्ति कङ्कतम् अस्ति अहं कङ्कतं स्थापयामि ददामि स्वीकरोमि कङ्कतम् अत्र कुञ्चिकां सर्वत्र म चमसः चमसं कुञ्चिका कुञ्चिकां घटीं अस्तु तर्हि अत्र द्वितीयविभक्तिः इति यत्र कर्मपदमस्ति तत्र द्वितीयविभक्तिः अस्ति तर्हि स्यूतः किं भवति स्यूतं बिडालः कुक्कुरः भल्लूकः पत्रिका अध्यापिका पिपीलिका वदतु पिपीलिकां पिपीलिका इति चींटी तत्र पिपीलिका अहं पिपीलिकां स्थापयामि अथवा पश्यामि अहं पिपीलिकां पश्यामि अत्र नदी नदीं लेखनी पुत्री गृहं भवनम् उद्यानम् रेल्यानम् कूपी छुरिका अस्तु अधुना वयं वदामः स्म अहं ददामि अहं स्वीकरोमि इदानीं कृपया ददातु कृपया स्वीकरोतु तर्हि कृपया करदीपं ददातु कृपया करदीपं स्वीकरोतु धन्यवादः कृपया कृपया मापिकां ददातु कृपया मापिकां स्वीकरोतु धन्यवादः अन्य कुत्र बहु किमपि अस्ति कृपया घटीं ददातु कृपया घटीं स्वीकरोतु अस्तु कृपया चमसं ददातु कृपया चमसं स्वीकरोतु धन्यवादः कृपया मालां ददातु कृपया मालां स्वीकरोतु समीचीनमस्ति अस्तु अनन्तरं कृपया छुरिकां ददातु कृपया छुरिकां स्वीकरोतु अस्तु तत्र कृपया न वदतु कृपया ददातु कृपया चषकं ददातु अस्तु अनन्तरं अत्र तत्र पृच्छतु कृपया ददातु कृपया दन्तकूर्चं स्वीकरोतु धन्यवादः कृपया दन्तकूर्चं ददातु स्वीकरोतु अन्य सर्वमस्ति अस्तु प्रायः समयः जातः अतः अत्र अधुना वयं तत्र प्रत्येकं शब्दस्य सप्त रूपाणि भवन्ति प्रत्येकं शब्दस्य सप्त रूपाणि भवन्ति अधुना वयं पुरुषः इति प्रथमाविभक्तिः प्रथमरूपमस्ति प्रथमाविभक्तिः इदानीं पुरुषं पश्यामि अस्तु चमसः इत्यस्य इति वदामः चमसः अस्ति अत्र प्रथमाविभक्तिः अस्ति चमसः अस्ति प्रथमाविभक्तिः अस्ति अहं चमसं स्वीकरोमि इति द्वितीयविभक्तिः अस्ति अनन्तरं पुरुषस्य पुस्तकम् अथवा पुरुषस्य नाम रामः तत्र षष्टिविभक्तिः अस्ति अनन्तरं चमसे कङ्कतम् अस्ति इति सप्तमी विभक्तिः अस्ति तर्हि अद्य वयं प्रथमाविभक्तिः द्वितीयविभक्तिः षष्टिविभक्तिः सप्तमीविभक्तिः इति वयं जानीमः अनन्तरं तृतीय चतुर्थी पञ्चमी इति वयं करिष्यामः अग्रे अस्तु समीचीनं सम्यक् इति विषयः धन्यवादः विरमाम नमस्कारः